अस्तु, अस्माकं विषयः अस्ति यथार्थ अनुभवः. गते सप्ताहे ज्ञानस्य विषयं दृष्टवन्तः. ज्ञानस्य विषयः सः यस्मिन् ज्ञानस्य सम्बन्धः अस्ति, सः एव सम्बन्धः विषयता इति उच्यते. दीपस्य उपमानेन ज्ञानस्य निरूपणं भवति. यस्मिन् दीपस्य प्रकाशः पतति सः एव विषयः. उदाहरणत्वेन घटः इति स्वीकुर्मश्चेत् घटविषयकं ज्ञानम् इति वदामश्चेत् घटः एव विषयः. प्रकाशः दीपघटयोः सम्बन्धं प्रदर्शयति, स च प्रकाशः एव विषयता. तस्यां विषयतायां त्रिप्रकारकविषयताः सन्ति, विशेष्यता, प्रकारता, संसर्गता च. सर्वाः विषयताः ज्ञानेन निरूप्यन्ते. इदं रजतम् इति ज्ञानेन रजतनिष्ठविशेष्यता, रजतत्वनिष्ठप्रकारता, समवायसम्बन्धनिष्ठसंसर्गता च निरूप्यन्ते. इयं स्थितिः यथार्थानुभवः. अस्तु, यदि ज्ञानं नास्ति तदा न तु विषयः न तु विषयता, परन्तु भूतले घटः अस्तिरेव, रजते रजतत्वमपि अस्ति, तत्र कोऽपि संशयः नास्ति. रजते केवलं कस्यचित् आत्मनि रजतज्ञानं नास्ति. द्रव्येषु विद्यमानाः गुणाः, कर्माणि, द्रव्यगुणकर्मसु सत्ताः, जातयः, विशेषाः, समवायसम्बन्धाः, अभावाः इत्यादयः स्वभावेन जगति वर्तन्ते. द्रव्यम् इति अधिकरणं, तस्मिन् गुणः, जातिः, कर्म वा आदेयः. अयम् आधारादेयभावः ज्ञानं विना एव विद्यते. अस्तु, तर्हि प्रमा इत्युक्ते किं? प्रमा कदा जायते? यत्र स्वभावेन अधिकरणता, तस्मिन्नेव रजते ज्ञाननिरूपिता विशेष्यता, तदा प्रमा जायते. यत्र स्वभावेन आधेयता, तस्मिन्नेव रजतत्वे ज्ञाननिरूपितप्रकारता, तदा प्रमा जायते. यत्र स्वभावेन समवायसम्बन्धः, तत्रैव ज्ञाननिरूपितसंसर्गता, तदा प्रमा इति अस्माभिः दृष्टम्. अस्तु, एतावत्पर्यन्तं प्रश्नः अस्ति चेत् कृपया पृच्छन्तु, नो चेत् पठामः अद्यतनपाठं. भगिनी, तत्र एकः प्रश्नः अस्ति मम. यत्र स्वभावसिद्धा रजतं वर्तते इति वयं वदामः किल, तत्र स्वभावसिद्धा रजतं वर्तते इति कथं वक्तुं शक्यते? यत्र स्वभावसिद्धा रजतम् इति न, यत्र स्वभावसिद्धा अधिकरणता वा अधेयता इति खलु. यत्र स्वभावसिद्धा स्वभावसिद्धा अधिकरणता रजते वर्तते इति तत्र वाक्यस्य प्रथम अंशः अस्ति. आम् आम्. तत् कथं वक्तुं शक्यते? यत्र स्वभावसिद्धा अधिकरणता स्वभावसिद्धा अधिकरणता रजते वर्तते इति ज्ञानं विना कथं वा वक्तुं शक्यते? अत्र प्रथमः भागः तु यत् ज्ञानेन ज्ञानस्य यत्र ज्ञानस्य अपेक्षा न अस्ति इत्युक्ते स्वभावतया यत्र कुत्रापि वर्तते तस्य वर्णनं इत्युक्ते रजतत्वं रजते अस्ति इति वस्तुस्थितिः. वस्तुस्थितिः ज्ञानं विना कथं तत्र वस्तुस्थितिः एवम् अस्ति इति ज्ञानं विना कथं वक्तुं शक्यते इति वस्तुस्थितिः किम् इति वस्तुस्थितिः सा इति अस्तु. अत्र अस्माकं मूलविषयः कः? यदि यदा ज्ञानं भवति तर्हि ज्ञानं यथार्थ अनुभवः वा अयथार्थ अनुभवः वा इति प्रश्नः. अस्माकं प्रश्नः नास्ति यत् वयं द्रव्येषु विद्यमानाः गुणाः कथं जानीमः इति न प्रश्नः. यदा ज्ञानं भवति, स्वभावः तु अस्ति, वस्तुस्थितिः तु अस्ति, इदानीं कोऽपि कञ्चित् पश्यति तदा ज्ञानम् उदेति, तर्हि प्रश्नः अस्ति यथार्थ अनुभवः वा अयथार्थ अनुभवः इति. अवगच्छति वा? आमां. किन्तु ज्ञानं यदा उदेति तस्मात् एव अयं प्रश्नः उदेति. सत्यं भगिनि, किन्तु भवतः प्रश्नः तु ज्ञानं विना इत्युक्ते ज्ञानात् पूर्वं वयं कथं जानीमः स्वभावेन एतत् सर्वं वर्तन्ते इति प्रश्नः खलु? नो, तत् मम प्रश्नः नास्ति. इदानीं प्रमा वा न वा इति निर्णयार्थं स्वभावसिद्धा अधिकरणता यस्मिन् अस्ति तत्रैव विशेष्यता, ज्ञाननिरूपितविशेष्यता अपि अस्ति चेत् तत् प्रमा. इदानीं तत्र अंशद्वयमस्ति, स्वभावसिद्धा अधिकरणता इति एक अंशं, ज्ञाननिरूपितविशेष्यता इति द्वितीय अंशम्. तत्र स्वभावसिद्धा अधिकरणता रजते वर्तते इति ज्ञानम् अस्ति चेत् एव तत्र ज्ञाननिरूपितविशेष्यता अपि अस्ति चेत् द्वयम् एकस्मिन् अधिकरणे अस्ति चेत् तत्र प्रमा इति वक्तुं शक्यते. किन्तु इदानीं मम प्रश्नः स्वभावसिद्धा रजते स्वभावसिद्धा अधिकरणता रजते अस्ति, भगिनी अस्ति वा? न इति दृश्यते महोदय. हा, परन्तु एतदपि मम चिन्तनम् एवम् अस्ति, वदामि वा? हा, वद, वदतु भगिनि. अत्र पूर्वस्मिन् परिच्छेदे अन्तिमवाक्यं, वाक्यस्य अन्तिमभागः पश्यतु. स्वाधिकरणे तिष्ठन्ति एव इति न तत्र क्वापि ज्ञानापेक्षा इति अस्ति खलु. तर्हि तत्र रूपम् इति स्वीकुर्मः चेत् रूपादेः गुणाः तु स्वाधिकरणे इत्युक्ते द्रव्ये वर्तन्ते एव. यदि तत्र तस्य ज्ञानम् अस्ति वा नास्ति वा इत्युक्ते घटे रक्तवर्णः अस्ति चेत् अस्माकं ज्ञानं तत्र रक्तवर्णः इति ज्ञानं नास्ति चेदपि तत्र रक्तवर्णः इति घटे अस्ति एव. तत्र कथम् अस्ति इति कथं वा वक्तुं शक्यते इति प्रश्नः. ज्ञानं विना तत्तु स्वभावः खलु, इत्युक्ते तत्र पशुः अस्ति. भवान् नास्ति एव इत्युक्ते तत्र तस्मिन् प्रदेशे वा अथवा भवान् न जातः वा यत्किमपि भवति खलु, भवान् नास्ति एव. परन्तु पशुः तु अस्ति, पशौ तु पशुत्वमपि अस्ति, तत्र न कोऽपि संशयः. अस्माकं प्रायः नामकरणं तथा न कृतं, तत्सर्वम् अस्ति, परन्तु पशुः अस्ति, पशौ पशुत्वं तु अस्ति एव. तस्य नामकरणं केनापि कृतं, पशुः अपि च पशौ विद्यमानः धर्मः पशुत्वम् इति सर्वं. यदा तादृश अस्ति इत्युक्ते गौः अस्ति, तस्मिन् गोत्वम् अस्ति, तस्यां गोत्वम् अस्ति, इदानीं तद्दृष्ट्वा कोऽपि अजः इति चिन्तयति चेत् इत्युक्ते अजः इति वदति वा इति तत्सर्वं भिन्नवार्ता. परन्तु अजः इति भिन्नपशुः इति चिन्तयति चेत् तस्मिन् वदतु भगिनि, वदतु. तर्हि तस्मिन् इदानीं कश्चन गौः दृष्ट्वा तस्यां विद्यमानं गोत्वं तु जानाति, ऐ मीन् अज्ञात्वा तत् अजः इति मत्वा अजत्वम् आरोपयति चेत् तत्र प्रमाणः भवति खलु? इत्युक्ते गौः संस्कृतं न जानाति चेत् गौः इति पदं न जानाति, परन्तु तत्र अवगच्छति खलु भिन्नभाषा भाषासु वा यत्किमपि भवतु, परन्तु तत्र एकप्रकारकः पशुः अजात् भिन्नः इति सः अवगच्छति, परन्तु अन्य सः तथा न अवगम्य तस्मिन् अजत्वम् आरोपयति चेत् तत्र अयथार्थज्ञानं भवति खलु? तावदेव इति मम अवगमनम्. अस्तु महोदय, भवतः प्रश्नः आसीत् यत् यस्य अयथार्थ यस्य ज्ञानम् अस्ति, यस्मिन् आत्मनि ज्ञानम् अस्ति, सः कथं जानाति यत् स्वभावः कीदृशः इति प्रश्नः खलु? आम्, ज्ञानं विना स्वभाव स्वभावः कः इति न ज्ञातुं शक्यते, वक्तुं शक्यते अपि, तोलनमपि न कर्तुं शक्यते. यथा समीचीनं समीचीनमेव अस्तु, परन्तु तस्य कृते भवतः इत्युक्ते भवान् प्रायः न जानातं पश्यति, तद्दृष्ट्वा किमपि अन्ये भवतु इति चिन्तयति, इत्युक्ते तत्र सुप्तिमिति वा यत्किमपि भवतु खलु इति चिन्तयति चेत् भवतः तु तत्र अयथार्थज्ञानं वा यथार्थज्ञानं वा इति ज्ञानं नास्ति. भवान् तु तत्र चिन्तयति अत्र रजतमस्ति इत्येव, इत्युक्ते रजतमस्ति इति चिन्तयति चेत् तस्मिन् रजतत्वम् अस्ति इति अपि भवान् चिन्तयति, परन्तु यदा अहं तत्र आगच्छामि अथवा अन्य कोऽपि यस्य यः जानाति रजतम् इत्युक्ते किं शुक्तिम् इत्युक्ते किं, सः आगत्य ज्ञातुं शक्नोति खलु तत्र तत्र अस्ति रजतं, तस्मिन् रजतत्वम् अस्ति, परन्तु भवतः ज्ञानमस्ति शुक्तिः इति, तस्मिन् तु शुक्तित्वम् अस्ति भिन्नः, तर्हि अत्र अयथार्थज्ञानम् इति अन्य कोऽपि एव प्रायः वदेत्. भवान् तु तत्र यदा दृष्ट्वा अवगच्छति तस्मिन् समये भवतः मनसि प्रायः अयथार्थज्ञानं यथार्थज्ञानम् इति प्रसङ्गः न उदेति इति मम अवगमनम्. आम्, समीचीनमेव समीचीनमेव भगिनि. इत्युक्ते महोदय, तत्र यत् यद् भगिन्या उक्तं तत् मया अवगतं, किन्तु तत्र प्रश्नः उदेति यत् अन्यस्य ज्ञानं स्वभावसिद्धज्ञानं कदा उत्पद्यते इति, केन उत्पद्यते इति. प्रायः प्रायः तस्याः अपेक्षया अन्या उक्ता इति भवति, तादृशं किञ्चित् तत्र इन्फिनिट् रिग्रेशन् इव भवति. न खलु, यतोहि तत्र भवान् इदानीं संस्कृतं जानाति, तत्र भाषायाः तत्र वैशिष्ट्यं किमपि नास्ति. अहम् अहम् अन्यत् उदाहरणमपि स्वीकुर्मः, एकनिमिषं भगिनि. रज्जुः अस्ति, एकः रामः रज्जुं दृष्ट्वा सर्पः इति भावयति, श्यामः सर्पमेव पश्यति, सर्पम् इति एव पश्यति सः. रज्जुरूपेण न पश्यति श्यामः, यतोहि श्यामस्य ज्ञानं भिन्नं भवति तत्समये. किमर्थम् इत्युक्ते कारणानि बहूनि सन्ति खलु, तस्य अनुभवाः पूर्वं भिन्नाः भवेयुः इति कृत्वा श्यामस्य ज्ञानं भिन्नं, रामस्य ज्ञानं भिन्नं. रामस्य ज्ञानम् अयथार्थज्ञानं, श्यामस्य यथार्थज्ञानम् खलु. आम्, इदानीं स्पष्टः वा? भवतः प्रश्नस्य रामः कथं जानाति सर्पः एव इति, खलु? न न, तद् नास्ति, तद् नास्ति. मम प्रश्नः तत्र रजतं, तत्र रज्जुः एव अस्ति. रज्जोः स्वभावसिद्धा रूपं स्थितिः किं, वस्तुस्थितिः किम् इति, वस्तुस्थितिः का इति ज्ञानं विना न ज्ञातुं शक्यते इति मम पक्षः, तावदेव. इत्युक्ते अस्तु, उदाहरणं स्वीकृत्य पृच्छामि. श्यामः कथं जानाति सर्पस्य स्वभावः इति, खलु? स्वभावं कथं जानाति ज्ञानं विना इति, खलु? इदानीम् उदाहरणे रज्जुः अस्ति वा सर्पः अस्ति वा? न, अत्र तु सर्पः एव खलु. तदेव अहं पृच्छामि. क्षम्यतां, रज्जुः अस्ति. रज्जुं दृष्ट्वा सर्पः इति भावयति रामः. श्यामः तु रज्जुः एव इति वदति. तत्र श्यामः कथं जानाति तत् रज्जुम् इति कथं जानाति इति प्रश्नः. स्वभाव ज्ञानं विना कथं जानाति इति, खलु? भगिनी, भवत्या एवम् उक्तं, रज्जुं दृष्ट्वा सर्पम् इति वदति इति. यः रज्जुः पश्यति तत् सः कथं वा सर्पम् इति वक्तुं शक्यते? रज्जुः सः न पश्यत्येव. न न न महोदय, परन्तु सः तत् न वदति खलु. सः तु सर्पः इत्येव वदति, परन्तु इदानीम् इत्युक्ते तत्र इदानीम् अहं वदामि चेत् अहं वदामि रामः अस्ति, तस्य पुरतः रज्जुः अस्ति. रज्जुं दृष्ट्वा रामः इदानीं सर्पम् इति वदति इति अहं वदामि. मम ज्ञानम् अस्ति तद् रज्जुः इति, अपि च रामः सर्पत्वं तस्मिन् आरोपयति इत्यपि मम ज्ञानम् अस्ति इति कृत्वा अहं वक्तुं शक्नोमि तत् रज्जुम् अस्ति वस्तुतः, वस्तुस्थितिः अस्ति रज्जुः, परन्तु तस्मिन् सर्पत्वम् आरोपयति रामः इति. तत्सर्वं सम्यक् एव भगिनि, अतः एव मया अहं नो तत्र एतादृश उदाहरणं स्वीकुर्मश्चेत् मम प्रश्नस्य बहिः गच्छति. महोदय, एकम् अहं वदामि किं भगिनि? आम् आम् अवश्यं, लक्ष्मी भगिनि. अस्तु अस्तु, हा हा, वदतु वदतु भगिनि. भवतः प्रश्नः अस्ति यत् अहं कथं तत्र रज्जुः इति जानामि इति. तत्र अन्य कोऽपि मां वदेत् तर्हि सः कथं जानाति इति इन्फिनिट् रेग्रेशन् भवति इत्येव भवतः प्रश्नः खलु. वस्तुस्थितिः अत्र पश्यतु, वस्तुस्थितिः एकमस्ति, अपि च ज्ञानं द्वितीयमस्ति. इदानीं किं वदामः, वस्तुस्थितिः स्वभावसिद्धा अधिकरणता रजते अस्ति, तस्मिन् अधिकरणे एव ज्ञाननिरूपितविशेष्यता अस्ति चेत् प्रमा भवति इत्येव, तावदेव अस्माकं चिन्तनं, तदेव वयं स्वीकुर्मः. ततः बहिः गच्छामश्चेत् इतोपि क्लेशः वर्तते इति कृत्वा, तत्र वस्तुस्थितिः किं, वस्तुस्थितिः का इति ज्ञानं विना कथं ज्ञातुं शक्यते इति एव मम प्रश्नः. प्रथमवारं स्वागतया यत्किमपि वस्तु अस्ति तस्य किमपि कानि कोऽपि गुणाः सन्ति इति स्वभावतया तत् लोके किमपि वस्तु अस्ति वयं न जानीमः, किन्तु प्रथमवारं यः कोऽपि मनुष्यः तस्य इन्द्रियसन्निकर्षं भवति प्रायः किमपि ज्ञानं तत्र उदेति, अनन्तरं पुनः पुनः तेनैव पुनः पुनः तस् यदि तत् वस्तु एव पुनः पुनः सः पश्यति वा किमपि अन्यप्रकारेण तस्य इन्द्रिय स्थनिकर्षं तद् वस्तुना भवति तत् तेन सः इत्युक्ते एक्स्पेरिमेण्ट् और् एक्स्पेरिमेण्टलि सः सः तस्य मनसि ज्ञानं तस् उदेति अनन्तरं प्रायः तत् अन्य जनाः अपि तस्मिन् विषये जानाति इत्युक्ते भगिनी तत्र एकनिमिषम् एतदहं वदामि प्रथमवारे वा पुनः पुनः परिशीलनं कृत्वा वा यत्किमपि भवतु ज्ञानेन एव वस्तुस्थितिः ज्ञातुं शक्यते इति भवती अवगच्छति किल आमोदयति किल ज्ञानेन एव वस्तुस्थितिः तत् सत्यं किन्तु ज्ञानं विना वस्तुस्थितिः एतदपि अवगच्छामः यत् ज्ञानं विना वस्तुस्थितिः अस्ति एव केवलं मम ज्ञानं तस्मिन् तत् इदानीं प्रश्नः नास्ति तत् मम प्रश्नः तद् नास्ति ज्ञानं विना वस्तुस्थितिः नास्ति वस्तु एव नास्ति इति यदा कदापि मया उक्तं वा न महोदय तत्र किञ्चित् विषयान्तरम् अस्ति खलु इत्युक्ते तत्र विषयः यत् नास्ति यत् कोपि ज्ञानमेव नास्ति इति नास्ति इदानीं विषयः अस्ति यथा जयन्ती भगिन्याः उदाहरणमासीत् तत्र पूर्वज्ञानम् अस्ति सर्वेषामपि इत्युक्ते तत्र लोके ज्ञानमस्ति रज्जुः अस्ति एतत् रज्जौ रज्जुत्वम् अस्ति इति ज्ञानम् अस्ति इदानीं रामः तावदेव वदतु भगिनि तत्रैव मम प्रश्नः तावद् वदतु तत् ततः अनन्तरं किमपि न वक्तव्यं किमर्थम् इत्युक्ते वस्तुस्थितिः ज्ञानेन एव जायते ज्ञायते वस्तुस्थितिः ज्ञानं विना वस्तुस्थितिः का इति न ज्ञातुं शक्यते किल न तदेव महोदय अहं किञ्चित् सम्पूर्णं करोमि इत्युक्ते वाक्ये किम् अस्ति इत्युक्ते वाक्ये किम् अस्ति यत्र स्वभावसिद्ध अधिकरणता तत्र ज्ञाननिरूपिता विशेष्यता भवेत् इति खलु इत्युक्ते स्वभावसिद्ध अधिकरणता इति पूर्वज्ञानम् अस्ति तत्र को तत्र प्रायः कोऽपि संशय तत्र मतद्वयम् इति नास्ति इति अहं चिन्तयामि इत्युक्ते यथा जयन्ती भगिन्याः उदाहरणमासीत् तत्र रामः श्यामः इत्यस्ति चेत् श्यामस्य मनसि अस्ति ज्ञानं रज्जुः इति रामस्य क्षम्यताम् आत्मनि रामस्य आत्मनि इदानीं नास्ति तद् रज्जुः इति ज्ञानम् इति कृत्वा सः रज्जुं दृष्ट्वा सर्पः इति चिन्तयति परन्तु क्षम्यतां पुनः भगिनी बहिः गच्छति तद् मम प्रश्नः यदि भवतु भगिनी इदानीं बहिः गच्छामि तत्र सम्पूर्णं करोमि तत्र इदानीं रामः तत्र स्वभावसिद्धा का स्वभावसिद्धा अस्ति रज्जुः रज्जौ रज्जुत्वम् इति तत्तु श्यामः जानाति श्यामस्य ज्ञानम् अस्ति तत्र इदानीं कथं तत् ज्ञानं तत् ज्ञानं प्रमा इति वस्तुस्थितिः तत् ज्ञानं प्रमा श्यामस्य ज्ञानं प्रमा इति स्वीकुर्मश्चेत् एव तस्मिन् स्वभावसिद्धा ज्ञानमस्ति इति वक्तुं शक्यते तत् प्रमा इति कथं वा ज्ञातुं शक्यते तत् प्रमा इत्युक्ते तदर्थमेव अहं पूर्वं भाषाविषये अपि उक्तवती खलु इत्युक्ते यदा वयम् इत्युक्ते बहु विद्याचर्यामेव आरम्भे वयं दृष्टवन्तः तत्र कश्च शिशुः अस्ति माता शिशुं वदति तत्र गौः अस्ति गवां दृष्ट्वा तत्र सा वदति एषा गौः इति खलु तथा एव इदानीं शिशोः मनसि गौः इत्युक्ते किं गोत्वम् इत्युक्ते किम् इति ज्ञानं भवति इदानीं तस्य मित्रं भगिनी क्षम्यतां तत्र स्थगयतु एकनिमिषम् अजं दृष्ट्वा शिशोः कृते सा वदति एषः गौः इति. किमर्थम् इत्युक्ते तस्याः ज्ञानं तादृशं मनसि अस्ति इति चिन्तयतु इदानीं. तर्हि तत् प्रमाणम् अस्ति, तर्हि तत्र इदानीं शिशोः अयथार्थज्ञानम् अस्ति, यथार्थज्ञानं नास्ति. हा इति इत्यपि भवि इत्यपि भवति इति कृत्वा यथार्थज्ञानं कस्य अस्ति इति निर्णेतुं तत्र कथं वा निर्णेतुं शक्यते. सा अजं दृष्ट्वा इदमेव गौः इति सा चिन्तयति, नो चेत् अन्यत् किमपि तस्यां कृते उक्तवती उक्तमासीत्. तदेव लक्ष्मीभगिनी यथा उक्तवती, तत्र परिशीलनानन्तरं यः तत्र सर्वं जानाति इत्युक्ते अङ्गीकारः अस्ति, सः वदति चेत् अहो एतत्तु भवान् अजः इति चिन्तितवान्, परन्तु अजः नास्ति, वस्तुतः गौः अस्ति इति सः आगत्य वदति चेत् तदानीम् अस्माकम् अयथार्थज्ञानं यथार्थज्ञानं भवति. हा इति चेत् तत्र इदानीं प्रश्नः पूर्वज्ञानम् आवश्यकमेव, तत्र मतभेदः नास्ति इत्येव मम अवगमनम्. तत्र सर्वत्र भगिनी वस्तुस्थितिः का इति ज्ञानेन एव ज्ञातुं शक्यते इति सर्वे आमोदयन्ति वा? तावदेव मम वाक्यं. वस्तुस्थितिः का इति ज्ञानेन एव ज्ञातुं शक्यते, आं वा न वा? आम् महोदय, किन्तु अत्र ज्ञानम् इति सामान्यज्ञानं नास्ति. सामान्यज्ञानं आवश्यकमेव, विशेषज्ञानम् एव वस्तुस्थितिः सामान्यज्ञानं विना, एकनिमिषं, विशेषज्ञानं विना वस्तुस्थितिः अस्ति इति, वस्तुस्थितिः किमपि अस्ति इति वयं जानीमः, किन्तु विशेषज्ञानम् आवश्यकं, यत्र रजते रजतत्वम् अस्ति वा नास्ति. अत्र यदा जयन्ति भगिनी पूर्वम् उक्तवती, अस्माकं प्रश्नः अस्ति यदि स्थूलाक्षरैः पूर्वस्मिन् पृष्ठे अस्ति किल, आधार आदेयभावः ज्ञानं विना अपि भवति, तद्भिन्नं ज्ञानम् अनुभवः. अत्र तद्भिन्नम् इति स्मृतिं लक्षयति, सो तत् अतः अस्माकं भवान् यत् वदति स्वभावतया स्वाभाविक स्वभाव सिद्ध ज्ञानं, स्वभावसिद्ध गुणाः कथं वा ज्ञानं विना ज्ञायते इति, तथा न, ऐ मीन् ज्ञानं विना किमपि न ज्ञातुं शक्यते, किन्तु किन्तु अस्माकं अत्र तु केवलं यथार्थज्ञानम् अस्ति वा अयथार्थज्ञानम् अस्ति वा इति तदेव प्रश्नः. यथार्थ अनुभवः अयथार्थ अनुभवः, तदेव अस्माकं प्रश्नः. भवान् यत् वदति तत् समीचीनमेव, भवतः मनसि ज्ञानम् इति तत्र जनरल् टर्म् इति अहं चिन्तयामि. महोदय, अहं तु अङ्गीकरोमि, स्वभावमपि ज्ञातुं, स्वभावः कथं स्वभावं जानीमः दृष्ट्वा वा परिशीलनं कृत्वा तस्यापि ज्ञानं, तदपि ज्ञानस्य विषयः इति अहं तु अङ्गीकरोमि. परन्तु यदि कोऽपि पश्यति, कमपि पश्यति, अत्र रामः पश्यति, रज्जुं पश्यति, तत्र कथं निर्णेतुं शक्नुमः यत् सः तु यथार्थ अनुभवः वा अयथार्थ अनुभवः इति प्रश्ने कृते अस्माकं परीक्षा अस्ति यत् एकस्मिन् अधिकरणे समानाधिकरणे विशेष्यता अपि अधिकरणता, समानाधिकरणे प्रकारता अपि तु अधेयता इति सर्वाः सन्ति वा इति. Hmm. अस्तु अस्तु भगिनि, बहु समयम् अस्माभिः स्वीकृतम्. अत्र प्रायः एकमेव अहं वक्तुम् इच्छामि. तत्र स्वभावस्थितिः किं का इति ज्ञानेन एव ज्ञातुं शक्यते इति भवती अङ्गीकृतम् इति चेत् अहं पुनः महोदयमपि पृच्छामि. मम अवगमनं तु अस्ति कथं यदि कोऽपि किमपि पश्यति तस्य विषये यथार्थज्ञानं वा अयथार्थज्ञानम् इति कथं जानीम, अहं कथं वक्तुं शक्नोमि इति चेत् अहं स्वभावं ज्ञात्वा एव वक्तुं शक्नोमि. इदानीं तत्र तावत्पर्यन्तं मा गच्छतु. तत्र मम प्रश्नः तस्मिन् मध्ये एव अस्ति. इदानीं यथार्थज्ञानं वा अयथार्थज्ञानं वा इति मम मनसि चिन्तनं नास्ति. अत्र स्वभाव स्थितिः का इति ज्ञानेन एव ज्ञातुं शक्यते इति एकम् इति चेत् इति चेत् इदानीं द्वितीयज्ञानं इदानीं चिन्तयतु. स्वभावस्थितिः किम् इति का इति अहं जानामि इति चिन्तयतु. अत्र प्रमा एव आसीत् इति चिन्तयतु. घटत्वं घटं मया दृष्टम् एतत् एषः घटः इति अहं ज्ञानं प्राप्तवान् इति चिन्तयतु. तत्र ज्ञानेन एव तत् ज्ञानमपि अभवत्. इदानीं तत् ज्ञानं प्रमा अस्ति चेत् एव स्वभावस्थितिः तद् इति वक्तुं शक्यते. प्रथमज्ञानमेव अप्रमा इति आसीत् चेत् स्वभावसिद्धः तदेव इति वस्तुस्थितिः तदेव इति अहम् अवगच्छामि. पुनः अन्यत् ज्ञानेन तत् कथं वा परिशीलयितुं शक्यते. तत्र ज्ञानेन एव सर्वं परिशीलयितुं शक्यते किल. आम् आम् इति कृत्वा तत्र किञ्चित् अन्योन्य आश्रयः वर्तते. तत्र बहिः अन्यत् किमपि उपायं स्वीकृत्य एव वयं वक्तुं शक्यते. पश्यतु इदानीं तत्र किमपि अस्ति अस्माकं पुरतः. एकनिमिषं भगिनि, एकनिमिषं भगिनि, भवत्याः भवतः क्रमे तु पृच्छतु कृपया. अहं वयम् आरम्भं कुर्मः. आमामां प्रश्नः अवश्यम् उदेति कृपया तदा पृच्छतु. अस्तु अस्तु भगिनि, बहु समयः. आम् आम् आम् आम् आम् आम् अस्तु, क्षम्यतां महोदय. अस्तु राजेन्द्रमहोदय. आम् आं भगिनि, आरम्भं करोति वा? आधेयत्वप्रकारत्वयोः समानाधिकरण्यात् प्रमा इति त्रयोविंशत्यधिक एकशतमं पुटम् आं भगिनि, तत्रैव भवामि. आदयत्वप्रकारतव्योः समानधिकरणीयात् प्रमा. इहो उदाहरणे स्वभावसिद्धारज अधिकरणता, तत्रैव ज्ञाननिरूपितविशेष्यता अस्ति. यश्च तयोः सम्बन्धः समवायः, तत्रैव ज्ञाननिरूपितसंसर्गता अस्ति. यत्र च रजतत्वे स्वभावसिद्धा आधेयता, तत्रैव ज्ञानी प्रकारता इति रजते रजतत्व अवगाहि रजतत्वप्रकारकं ज्ञानं प्रमा भवति. अहं चिन्तयामि इहो उदाहरणे इत्युक्ते यत् पूर्वं यत् उदाहरणम् आसीत् रजते रजतत्वं चित्रमपि आदाय चित्रमादाय तत्र वक्तव्यमस्ति. इहो उदाहरणे स्वभावसिद्धा रजते अत्र तु स्वभावसिद्धा रजते तु अधिकरणता अस्ति, तत्र एव ज्ञाननिरूपितविशेषता अस्ति. रजते अधिकरणता अस्ति, तत्र ज्ञाननिरूपितविशेषता अपि अस्ति तत्रैव. यथा रजतं तु विषयः अस्ति, विषयः अस्ति, यश्च तयोः सम्बन्धः समवाय तत् तयोः इत्युक्ते रजतम् अपि च रजतत्वं तयोः सम्बन्धः समवायसम्बन्धेन सम्बन्धः अस्ति, तत्रैव ज्ञाननिरूपित संसर्गता अस्ति, सम्बन्धः तु संसर्गता अस्ति तत्र, समवायसम्बन्ध संसर्गता, यत्र च रजतत्वे स्वभावसिद्धा अधेयता अधेयता तत्रैव ज्ञानी प्रकारता इति रजते, अधेयता तु रजतत्वं तु रजते रजते अस्ति, तत् कारणात् तत् अधेयता रजते अस्ति, अधेयता रजतत्वं तस्य अधेयता तत् अधिकरणं यः अस्ति आधारता रजतं तत्र तत्र अस्ति तत्र ज्ञानी अर्थात् रजते किम् अस्ति, रजते रजतत्वं, रजतत्वं कः कः आधारः कः अधेयः, आधारः रजतम् अधेयः रजतत्वं, इत्युक्ते रजते किम् अस्ति, रजते रजतत्वं तत्त्वम् अस्ति, रजतत्वम् अस्ति, आधारता कुत्र अस्ति, आधारता रजते अस्ति, अधेयता, अधेयता रजतत्वं, अधेयता रजतत्वं, रजतत्वे इदानीमेव उक्तं भवता रजतत्वं तु आधेयः, आधेये अधेयता खलु, इत्युक्ते रजतत्वे अधेयता, रजतम् अधिकरणं वा आधारः तस्मिन् आधारता, तत्रैव ज्ञानीयप्रकारता न प्रकारता इति रजते रजतत्व अवगाहि रजतत्व अवगाहि रजतत्वप्रकारकं ज्ञानं प्रमा भवते, रजते रजतत्वं विषयं ज्ञानम् अस्ति, रजतत्व अवगाहि इत्युक्ते रजतत्व विषयं ज्ञानम् अस्ति, रजतत्वप्रकारकम् इत्युक्ते रजतत्वप्रकारः यस्य तत् तत् ज्ञानं सः ज्ञानं प्रमा भवति, इत्युक्ते अत्र ज्ञानीया प्रकारता इत्युक्ते किम्, ज्ञानी प्रकारता यथा ज्ञानम् उदेति तत् तथा तत्र तथा एव प्रकारता आगच्छति, ज्ञानं विना तु प्रकारता संसर्गता विशेषता किमपि न आसीत्, इत्युक्ते ज्ञानीया प्रकारता इत्युक्ते ज्ञाननिरूपिता प्रकारता खलु, ज्ञाननिरूपितप्रकारता, रजतत्वे स्वभावसिद्धा आदेयता तत्रैव ज्ञानीया प्रकारता इत्युक्ते यत्र आधेयता अस्ति तस्मिन् एव ज्ञाननिरूपितप्रकारता अपि अस्ति इति अर्थः, इति रजते रजतत्व अवगाहि रजतत्वप्रकारकं ज्ञानम् इत्युक्ते किम्, रजतत्व अवगाहि रजते रजतत्व अवगाहि इत्युक्ते रजत विषयं ज्ञानं रजतविषयं ज्ञानं रजतत्व अवगाहि रजतत्वप्रकारकम् इत्युक्ते रजतत्वप्रकारः यस्य तत् प्रकारकं तत् सः ज्ञानं प्रमा भवति, तर्हि रजतत्व अवगाहि इति कस्य विशेषणं, रजतत्व अवगाहि रजते अस्ति, कस्य विशेषणं रजतत्व अवगाहि इति, इत्युक्ते ज्ञानं रजतत्वम् अवगाहते इति वदामश्चेत् कीदृशं ज्ञानम् अस्ति तत्, रजते रजतत्वं प्रकारकं ज्ञानं न रजतम् इत्युक्ते त्यजतु महोदय, रजते रजतत्व अवगाहि ज्ञानम् इति वदामश्चेत् ज्ञानं किम् अवगाहते? ज्ञानं तत्र तत्र प्रकारकं ज्ञानं प्रकारकम् अवगाहते इति अस्ति. कीदृशं ज्ञानम् इत्यस्य उत्तरम् अस्ति रजतत्व अवगाहि ज्ञानम् इति कृत्वा रजतत्व अवगाहि इति विशेषणं भवति, ज्ञानस्य विशेषणं भवति. अत्र रजतत्वप्रकारकं ज्ञानं तु एकम् अस्ति, रजतविशेषकं ज्ञानम् अपि अस्ति खलु. ज्ञानं किं किं निरूप्यते? ज्ञानेन किं किं निरूप्यते? अधिकरणता अथवा आधारता सम्बन्धः सम्बन्धः अपि च आधेयता. ज्ञानं विषयतां निरूपय विशेषतां संसर्गता अपि च प्रकारता. ज्ञानं विशेषतां प्रकारताम् अपि तु संसर्गतां संसर्गतां निरूपयति. इत्युक्ते ज्ञानं त्रिविधं भवति तत्र, रजतविशेषकं ज्ञानं, रजतत्वप्रकारकं ज्ञानं, समवायसम्बन्ध सांसर्गिकं ज्ञानम् इति. तत्र त्रयः विषयाः सन्ति खलु. अतः विषयता अपि तिस्रः इति कृत्वा अत्र तु रजतत्वप्रकारकं ज्ञानम् इति अस्ति, रजतविशेषकं ज्ञानम् इति अपि अस्ति, रजतत्वप्रकारकं ज्ञानं, समवायसम्बन्धसांसर्गिकं ज्ञानम् इति सर्वं प्रमा इति उच्यते. अस्तु, अग्रे लक्ष्मी भगिनी. आं भगिनि, अस्तु. द्वितीयोदाहरणे अपि आदेयता प्रकारतयोः सम्बन्धता संसर्गतायोः आधारता विशेष्यतायोः समानाधिकरण्यात् भूतलं घटवत् इति ज्ञानं भवति प्रमा. चित्रं किञ्चित् निरूपयतु भगिनि. अस्तु, चित्रे ज्ञाननिष्ठ ज्ञाननिरूपितविशेष्यता. अस्तु, प्रथमं ज्ञानं कीदृशं ज्ञानम् अस्मिन् उदाहरणे कीदृशं ज्ञानम् अस्ति, ज्ञानं किम् अत्र भूतलस्तरे अत्र ज्ञानम् अस्ति विशेष्यता विशेष्यता. भूतलं घटवत् इति ज्ञानं खलु. आं, भूतलं घटवत् इति ज्ञानम्. इदानीं वदतु अग्रे. भूतलम् इति विशेष्यता, घटवत् इति विशेषणं, ज्ञानरूपितं भूतलम् इति विशेष्यता विशेष्यं खलु. विशेष्यम्, आमाम्. अस्तु, आं, विशेष्यम्. प्रथमं प्रथमं स्वभावतः आरम्भं करोतु भगिनि. स्वभावसिद्ध आधारता भूतले स्वभावसिद्ध आधारता भूतल भूतले अस्ति भूतले भूतले अस्ति. तदनन्तरं तदनन्तरं भूतल अनन्तरं भूतल ज्ञाननिष्ठ न भूतलनिष्ठविशेष्यता ज्ञानेन निरूपितः. तत् प्रथमवाक्यम्. अनन्तरं सम्बन्धता भूतलं घटवत् भूतलघटयोः मध्ये यत् सम्बन्धता संयोगसम्बन्धः अस्ति तत् तस्य कृते वाक्यमस्ति स्वभाव स्वभावसिद्धसम्बन्धता संयोगे असुरि स्वभावसत्तसम्बन्धता संयोगः स्वभावसत्तसम्बन्ध सम्बन्धः इति स्वभावसत्तसम्बन्धता संयोगे अस्ति अस्तु संयोगनिष्ठसंसर्गता ज्ञानेन निरूपितः ज्ञाननिरूपितः वा ज्ञानेन निरूपितः वा इति वक्तुं शक्नुमः अनन्तरं स्वभावसत्त आधेयता गते अस्ति गतनिष्ठप्रकारता ज्ञानेन निरूपितः ज्ञानेन निरूपिता इत्युक्ते भूतलम् इति आधारश्चेत् वा अधिकरणं चेत् भूतले स्वभावसिद्ध आधारता अस्ति तस्मिन्नेव भूतले ज्ञाननिरूपितविशेषता अपि अस्ति तथैव संयोगे स्वभावसिद्धा सम्बन्धता तस्मिन्नेव संयोगे ज्ञाननिरूपितसंसर्गता अपि अस्ति तथैव एकस्मिन् अधिकरणे एव घटे एकस्मिन् अधिकरणे एव स्वभावसिद्ध आधेयता घटे अस्ति घटे एव घटनिष्ठप्रकारता ज्ञानरूपितप्रकारता अपि अस्ति ज्ञानरूपितप्रकारता घटे अस्ति घटे स्वभावसिद्ध आधेयता अपि अस्ति इति कृत्वा वाक्यं पश्यतु भगिनि अत्र किम् अस्ति आदेयताप्रकारत्रयोः किम् अस्ति आदेयत्वप्रकारत्रयोः समानाधिकरण्यात् पुनः सम्बन्धतासंसर्गतयोः समानाधिकरण्या प्रमा इति उच्यते इत्युक्ते द्वयोः अधिकरणम् एकमेव आधारता विशेषतयोः पुनः सम्बन्धता संसर्गतयोः आधेयता प्रकारतयोः समानाधिकरण्यात् प्रमा उदेति इति अत्र अस्माकम् आशयः अस्ति आधारता विशेष्यता सम्बन्धता संसर्गता आधेयता प्रकारता तयोः मध्ये अधिकरणता समानम् इति निरूपणम् एव समीचीनं भगिनि तथैव निरूपणं तु एकेन वाक्येन न भवति इति मन्ये परन्तु कस्य निष्ठत्वं कुत्र इति वदनेन प्रमायाः अर्थः स्पष्टीकृतः अस्तु भगिनि अस्तु अखिल भगिनि भगिनि एकं विषयं मनसि आगतं पूर्वं सुखवनमहोदयः प्रश्नं पृष्टवान् किल तत्र प्रत्यक्षप्रमाणम् अनुमानम् अपि च शाब्दप्रमाणम् इति अस्ति यत्र कोऽपि आप्तप्रमाणं न आप्तप्रमाणं वा शब्दम् इत्युक्ते तत्र वेदाः अपि स्वज्ञानं पूर्वमेव आवश्यकं ज्ञानं प्रत्यक्षात् यद्भवति तत् अत्र अस्माकं स्थितिः अस्ति प्रत्यक्ष प्रथमम् इन्द्रियेण जन्य ज्ञानम् अनुभवः अन्यप्रकारकस्य अनुमानं द्वयोपि नास्ति चेत् आप्तप्रमाणम् इति न्यायायिकाः स्वीकुर्वन्ति इति मन्ये न सम्यक् जानामि शाब्दबोधम् अपि शाब्दबोधेन स्वभावं जानीमः इति भवती वदति वा टेक्निकल् टर्म्स् अत्र परिभाषा किं परिभाषा टर्म् किम् अस्ति इति अहम् आप्तप्रमाणं वा शाप्तप्रमाणं वा किं वदामः इति अहं न जानामि. आप्तप्रमाणम् इत्युक्ते पण्डितः वा कोऽपि, किन्तु वेदः एव तत्र आधारः अस्ति, प्रमायाः आधारः अस्ति. यत्र प्रत्यक्षप्रमाणम् अनुमानम् अपि न न स्वीकर्तुं शक्यते तत्र. भगिनी तत्र तर्कसङ्ग्रहे किम् उक्तम् इति चेत् आप्तवाक्यं शाब्दम् इति वदति, आप्तस्य वाक्यं शब्दप्रमाणं भवति इति. इदानीं प्रश्नः आप्तः कः इति चेत् यथार्थवक्ता आप्तः इति उक्तमस्ति तत्र. अस्तु, पुनः तत्रैव गच्छति. भवतु, एवमेव दत्तमस्ति, आप्तवाक्यं शाब्दं शब्दम् इति उक्त्वा तदनन्तरम् आप्तः कः, यथार्थवक्ता आप्तः इति वदति. अस्य ज्ञानं कथम् अभवत् इति, यथार्थज्ञानं कथम् अभवत् इति पुनः प्रश्नः उदेति. भवतु भगिनि. अस्तु अस्तु महोदय. अस्तु, अग्रे अखिल भगिनी. हा भगिनि, क्षम्यतां जयन्ति. आं भगिनि, आम् आम्, परन्तु अखिलभगिन्याः ध्वनिः मया बहु मन्दं श्रूयते. सर्वैः तथा अस्ति वा? सम्यक् श्रूयते वा? अन्येषाम् अपेक्षया तस्याः ध्वनिः किञ्चित् मन्दमेव अस्ति, किन्तु श्रोतुं शक्यते. वदतु भगिनि, अखिला भगिनि. अस्तु भगिनि, इदानीं समीचीनं वा? हा, इदानीं तु सम्यक् एव मन्ये. आं भगिनि. हां, क्षम्, अन्येन केनापि आगतं वा? सन्ध्या भगिनी अपि तदनन्तरम्? अस्तु, तावदेव. हां भगिनि. तत्र यथाश्रुत इति यथाश्रुततर्कसङ्ग्रह पङ्क्त्यापि अयमेव अर्थो लभ्यते. तद्वति तत्प्रकारकोऽनुभवः यथार्थः इति हि मूलं. तद्वत् इति एकः अंशः, ततः परं विद्यमाना सप्तमी तत्प्रकारकः इति पदद्वयं च अपरः विषये अंशः. अनुभवः यथार्थः इति च लक्ष्यनिर्देशः. तद्वत् इत्यत्र अस्ति मतु प्रत्ययः, स च तदस्यास्ति अस्मिन् इति मतुप् इति सूत्रेण विहितः. तत्र सूत्रे तत्पदेन रूपवत् इत्यादि उदाहरणे रूपं ग्राह्यं. तत् रूपम् अस्य अस्ति इति एकः वाक्यार्थः, तद्रूपम् अस्मिन् अस्ति इति अपरः. षष्टिसम्बन्धबोधनाय सप्तमी च अधिकरणत्वबोधनाय गृहीता इति, रूपसम्बन्धबोधनाय रूपाधिकरणत्वबोधनाय वा मतु भवति इति पर्यवसितसूत्रार्थः. तर्हि तत्र अस्माकं तत्र लक्षणवाक्ये एतद् वाक्यमासीत्, तद्वति तत्प्रकारको अनुभवः यथार्थः इति. तत्र तद्वत् इति एकः अंशः इत्युक्ते तत्र तद्वाक्यं तत्र वस्तुतः अंशत्रयेण तत्र खण्डितः. इत्युक्ते तत्र तद्वत् इति एकः अंशः, तस्मिन् विद्यमानः विद्यमाना सप्तमी विभक्तिः, अपि च तत्प्रकारकः इति पदद्वयं मिलित्वा एकः अंशः. अनुभवः यथार्थः इति एतदेव अस्माकं लक्ष्यमस्ति इति तृतीय अंशः इति स्वीकर्तुं शक्नुमः. इत्युक्ते अनुभवः यथार्थः इत्युक्ते किम् इति अस्ति अस्मिन् वाक्ये. तत्र अस्ति तद्वत् इति एकः, सप्तमी तत्प्रकारकः इति द्वितीयः अंशः. तत्र प्रथम अंशः अस्ति तद्वत् इति. तद्वत् इत्युक्ते किम् इति किञ्चित् प्रथमम् अत्र चिन्तनमस्ति. तद्वत् इत्युक्ते तत्र वत् इति मतुप्रयोग मतुप्रत्ययः अस्ति, यत्तु वयं जानीमः अस्य अस्मिन् वा इत्यर्थे मतुप् प्रयोगः इति वयं पूर्वं दृष्टवन्तः. तत्र प्रायः पाणिनेः सूत्रम् इति चिन्तयामि, तदस्य अस्ति अस्मिन् इति मतुप् इति सूत्रार्थः इत्युक्ते सूत्रमस्ति, मतुप् प्रयोगस्य सूत्रमस्ति तत्र स्थूलाक्षरैः. अत्र तत् इत्युक्ते रूपवत् इति यदा उदाहरणं स्वीकुर्मः चेत् तत्र तत् इत्युक्ते रूपम् इति स्वीकर्तुं शक्नुमः. तर्हि रूपवत् इत्युक्ते रूपं यस्य यस्मिन् वा अथवा अस्य अस्मिन् वा इत्यर्थे रूपवत् इति भवति. इत्युक्ते रूपम् अस्य इति एकः अर्थः अथवा रूपम् अस्मिन् इति द्वितीयार्थः रूपवत् इत्यस्य. रूपम् अस्य इति यदा वदामः तत्र भवति षष्टिविभक्ति. षष्टिविभक्ति तु सम्बन्धसूचयति इति कृत्वा तत्र अस्य रूपम् इत्यर्थे रूपवत् इति षष्टि प्रयोगे. यत्र सप्तमीप्रयोगः भवति अस्मिन् इति, तत्र सप्तमीविभक्ति तु अधिकरणं बोधयति. तर्हि अस्मिन् रूपमस्ति इति कृत्वा तत्र रूपवत् इति अधिकरणार्थे भवति यत्र सप्तमीविभक्तिप्रयोगः भवति अत्र इति. तत्र मतुप्रयोगस्य विवरणं दत्तमस्ति. समीचीनं, तदेव अर्थः. केवलम् अस्मिन् परिच्छेदे मतुप्रत्ययस्य विवरणमेव, तत्तु सम्यक्तया प्रतिपादितं. अस्तु अस्तु, अग्रे शिखवनं महोदय. क्षमताभिः, कुतः आरभ्य पठनीयं? तथा च प्रकृते. हा, तथा च प्रकृते तत्पदेन रजतत्वग्रहणे तद्वत् इत्यनेन रजतत्व अधिकरणत्ववत् बोध्यते. अधिकरणत्वे लब्धे च आधेयतापि अर्थादेव रजतत्वनिष्ठा लभ्यते. तेन रजतत्वनिष्ठ आधेयतानिरूपित अधिकरणतावत् इति तद्वद् इत् अंशेन अर्थः लब्धः. तावत्पर्यन्तं महोदय. यथा पूर्वस्मिन् परिच्छेदे उक्तं, रूपवत् इत्यनेन तत्र आधेयता अधिकरणता अपि च आधेयता अपि च सम्बन्धः तत्सर्वं ज्ञातुं शक्यते. केवलं तत्र मतुप्रत्ययस्य उपयोगेन एतत् सर्वं ज्ञातुं शक्यते. तदा प्रकृते इत्युक्ते इदानीम् इदं रजतम् इति ज्ञानविषये तत्पदेन तद्वत् इति इदं रजतम् इति स्थितौ तद्वत् इति वयं यदा वयं प्रथम अंशं स्वीकुर्मः तत्र तत् इति पदेन रजतत्वं गृह्यते. तत् इति पदेन तद्वत् इति अंशे तत्पदेन रजतत्वं गृह्यते. यथा रूपवत् इत्यनेन रूपत्वं क्षम्यतां, तत्र रूपवत् इति घटः इति रूपवान् घटः तत्र रूपवत् इत्यनेन रूपं गृह्यते. तदा अत्र रजतत्वं गृह्यते तत्पदेन. अपि च तद्वत् इत्यनेन रजतत्व अधिकरणत्ववत् इति अस्माकं बोधः सिद्ध्यति. रजतत्व अधिकरणत्ववत् इति तत्र रजतं कथं कथम् इति वदतु महोदय. अन्य अग्रिमं वाक्ये अस्ति सर्वं. हा, अधिकरणत्वे लब्धे च आधेयता अपि अर्थवदेव रजतनिष्ठा रजतत्वनिष्ठा लभ्यते. अत्र तत् इति पदेन रजतत्वं सूचितम् अस्ति, तद्वत् इति मतु प्रत्ययस्य योजनेन तत्र रजतत्व अधिकरणत्ववत् इति द्वितीयं वाक्यं किम् अस्ति? अधिकरणत्वे लब्धे च आदयतापि अर्थादेव रजतत्वनिशा लभ्यते, इत्युक्ते प्रथमं रजतत्ववत् इति अस्ति, तद्वत् इत्यनेन रजतत्ववत् यथा रूपवत् इति. अत्र यद्यपि मतु प्रत्ययेन प्रथमार्थः अधिकरणम् इति, यस्य अधिकरणं द्वितीयार्थेन सम्बन्धः सूचितः, अत्र तद्वत् अस्माकं शास्त्रीय उदाहरणे तद्वति तत्प्रकारको अनुभवः अस्माकं मूलविषयः अस्ति खलु, तत्र तु अधिकरणम् एव सूचितम् अस्ति इति अस्ति अत्र अस्मिन् परिच्छेदे. अतः एव अधिकरणं तु लब्धम्, इदानीम् अधिकरण आदेयतापि लब्धं कथम् इति वदतु महोदय, निरूपणवाक्यं. अधिकरणं लब्धं चेत् अधिकरणं यत्र अस्ति तत्र आधेयता अपि भवेत्, निरूपकनिरूप्यभावेन. इदानीं निरूपणवाक्यं वदतु महोदय, तस्मात् प्रथमवाक्यस्य अर्थः अपि वक्तुं शक्यते. इत्युक्ते इदानीम् अस्माकं निरूपणं कस्य भवति? आधेयतायाः न अधिकरणतायाः खलु. तत्र द्वितीयवाक्ये अधिकरणे लब्धे इति दत्तमस्ति, अधिकरणत्वम् इदानीं लब्धं. न परन्तु कथं लब्धं न उक्तवान् खलु, कथं लब्धम्? अधिकरणं किम् अस्ति, अधिकरणता कुत्र, तस्य निरूपणं प्रथमं भवेत्. हा, रजतत्व इत्युक्ते रजतं कीदृशम् इति वदतु महोदय, रजतं कीदृशम्? रजतत्व अधिकरणत्व न केवलं रजतत्वनिष्ठ इति आरम्भं करोतु, साधारणनिरूपणम् अस्तु. रजतत्वनिष्ठ आधेयतानिरूपित अधिकरणताश्रयः रजतम् इति. समीचीनं, पुनः एकवारं महोदय. क्षम्यताम्, रजतत्वनिष्ठ आधेयतानिरूपित अधिकरणतावान् अधिकरणताश्रयः रजतम्. अधिकरणताश्रयं रजतम्. आश्रयः नास्ति इति मन्ये, आश्रयः इदानीम् आश्रयः इत्यस्मिन् स्थाने अधिक मतु प्रत्ययस्य प्रयोगः. रजतत्वनिष्ठ आधेयता निरूपित अधिकरणतावत् रजतम् इति वाक्यम् अस्ति. रजतं कीदृशम् इति प्रथमम् अस्माकम् आशयः अस्ति, रजतं कीदृशम् इति चेत् रजतत्ववत् इति तद्वत् इति प्रथमं भागः खलु, यथा अखिला भगिन्या उक्तं प्रथमः भागः, तत् स्वीकृत्य रजतत्ववत् इत्युक्ते अधिकरणम् एव सूचितम् अस्ति, अतः रजतत्वनिष्ठ आधेयतानिरूपित अधिकरणतावत् रजतम् इति रजतस्य निरूपणम् अस्ति. इदानीम् अधिकरणता इत्यस्मिन् स्थाने अधिकरणत्वम् इति प्रयुज्य वदतु महोदय. अधिकरणता तु तन् प्रत्यय त्वप्रत्यय प्रयु तल्प्रत्ययस्य स्थाने त्वप्रत्यय उपयुज्य वदतु महोदय. रजतत्वनिष्ठ अधिकरण आधेयता खलु, रजतत्वनिष्ठ आधेयतानिरूपित अधिकरणत्ववत् रजतम् इति अस्ति, तदेव अस्ति खलु प्रथमे वाक्ये. आम् इदानीं तु पूर्व पुनः पठतु महोदय, इदानीं स्पष्टं भवति. तथा च प्रकृते तत्पदेन रजतत्वग्रहणे तद्वत् इत्यनेन रजतत्व अधिकरणत्ववत् बोध्यते. आम् इति सिद्ध्यति. इदानीम् अधिकरणत्वं सिद्धम् इति कृत्वा अधिकरणत्वे लब्धे च आधेयता अपि अर्थादेव रजतत्वनिष्ठा लभ्यते. रजते अधिकरणत्वं रजतम् अधिकरणत्ववत् कस्य अधिकरणत्ववत् इत्युक्ते रजतत्व अधिकरणत्ववत् रजतत्व अधिकरणत्ववत् इति लब्धे सति तत्र आधेयता रजतत्वे आधेयता अपि सिद्ध्यति एव. समीचीनम्. अतः सम्पूर्णवाक्यम् अस्ति रजतत्वनिष्ठ रजतत्वनिष्ठ आधेयतानिरूपित अधिकरणता अधिकरणत्ववत् रजतम् इति भवति. समीचीनम्. इदानीं तद्वत् इत्यस्य वर्णनं जातम्. तद्वत् इति पदेन कस्य निरूपणं भवति? रजतम् इत्यस्य निरूपणं भवति. तद्वत् इत्यनेन कीदृशभावः निरूप्यते? आधार आदेयता भावः. केवलम् आधार आदेयभावः इत्युक्ते रजतम् इति आधारः, रजतत्वम् इति आदेयः इति चेत् तत्र वस्तुस्थितिः एव निरूपितम् इदानीम्. हा, केवलं तद्वत् इत्यनेन आधार आदेयभावः एव निरूप्यते, इत्युक्ते वस्तुस्थितिः एव. अस्तु, समीचीनम्. एकः प्रश्नः अस्ति, अपि अत्र तत् इति रजत्वनिष्ठ आधेयतानिरूपित अधिकरणता इति तत् तद् भागं बोधयति खलु? पुनः भगिनि पुनः प्रश्नं पृच्छतु. तद्वत् इति पदे तत् इति तत् इति एकनिमिषं. रूपवत् पूर्वस्मिन् परिच्छेदे रूपवत् इति पदमासीत् खलु? आमाम्. रूपवत् इत्यनेन किं सूचितम् अस्ति? रूपं रूपवत् इत्युक्ते यत्र यस्मिन् रूपम् अस्ति इति यस्मिन् रूपम् अस्ति वा यस्य यस्य रूपम् इत्युक्ते रूप यः सम्बन्धः अस्ति तयोः तस्य रूपम् इति रूपवत् रूपवत् पुष्पम् इत्युक्ते रूपपुष्पयोः यः सम्बन्धः पुष्पस्य रूपम् इति अर्थः अस्ति. तथैव तद्वत् इत्यनेन रजतत्ववत् इति अस्ति, यस्मिन् रजतत्वम् अस्ति इति अर्थः. अस्तु, यस्मिन् रूपम् अस्ति यथा तथैव यस्मिन् रजतत्वम् अस्ति इति अर्थः. ओ अस्तु अस्तु भगिनि. अत्र सम्बन्धस्य बोधः नास्ति. यस्मिन् अस्ति इति अधिकरणस्य सूचनम् एव. अस्तु, अधिकरणतायाः सूचनम्. अधिकरणस्य सूचनम् अधिकरणम् इति रजतं खलु? अस्तु. आम्, इदानीमेव रजतस्य निरूपणम् आसीत् खलु? आम्. रजतं रजतं कीदृशम् अस्ति? रजतं निरूपणवाक्यं किं रजत्वनिष्ठ अधेयता निरूपित रजतत्वनिष्ठ खलु रजतत्वनिष्ठ अधेयता निरूपित अधिकरणतवान् रजतः रजतम् इति नपुंसकलिङ्गपदम् अस्तु अधिकरणतावत् रजतम् अधिकरणता वा अधिकरणत्वं खलु आम् प्रत्ययः तु भिन्नः परन्तु अधिकरणता वा अधिकरणत्वं तु समानार्थकः एव अतः अधिकरणत्ववत् रजतम् इत्येव अस्ति प्रथमे वाक्ये रजतत्वग्रहणं यथा रूपस्य ग्रहणम् इति अस्ति रूपं ग्राह्यम् अस्ति रूपवत् इत्यनेन तथैव तद्वत् इत्यनेन रजतत्ववत् इति अर्थः रजतत्वं ग्राह्यम् इत्युक्ते किम् अग्रे निरूपणवा अस्माकं निरूपणवाक्यम् अस्ति अस्तु भगिनि अस्तु अग्रे सरला भगिनी अस्तु श्रूयते आम् श्रूयते भगिनी अतः स्वभावसिद्ध आधार आधेयभावः पूर्वतो तद्वत् प्रथमम् इति आदि आशेन लभ्यते ततः अस्ति अपरभागः सप्तमी तत्प्रकारकः इति पदद्वयं प्राक् उक्तं तत्र सप्तम्या विशेषता इति अर्थः वैषयिकी अतः पूर्वस्मिन् परिच्छेदं पठतु भगिनि अवशिष्टमपि पठतु क्षम्यताम् अस्तु वैषयिकी वैषयिकी सप्तमीयं मोक्षे इच्छा इत्यादि उदाहरणे व्याकरणशास्त्रे प्रसिद्धा तादृश अधिकरणा तावत् यत् तत्र इयं विशेषता भवति तद्वत् च प्रकृते रजतम् इति विशेषतायाः रजतनिष्ठत्वलाभः पुनः वदामि अतः स्वभावसिद्ध आधार आधेयभाव पूर्वोक्त तद्वत् इदानीं वयं पठितवन्तः तद्वत् इति शब्देन आधार वस्तुस्थिति रजतत्वं इति रजतं तयो मध्ये सम्बन्ध अस्ति आधार आधेयभाव इति सिद्ध्यति इति आदिम् आदिम् अंशेन लभ्यते सो प्रथमम् अस्माकं यः लक्षणवाक्यम् अस्ति तद्वति तत् प्रकारको अनुभव यथार्थ तद्वत् तस्य आदिम अंश अस्ति तस्य निरूपणम् इदानीं तस्य व्याख्यानं वयं कृतवन्तः तत् अस्ति अपरभाग ततः अस्ति अपरभाग सप्तमी तत् प्रकारकः तदनन्तरम् आगच्छति तद्वत् इति रजतत्ववत् इति तद्वत् अस्ति रजतं तस्य सप्तमी भवति तद्वति तद्वति मीन्स् रजतत्ववत्ति रजतत्ववत्ति इट् मीन् रजते सप्तमी तत्प्रकारकः तत्प्रकारकः भवति ज्ञानस्य विषयः तत् अस्ति रजत्वं प्रकारकः अस्ति प्रकारकः भवति रजत्वे प्रकारता अस्ति तत् अस्ति ज्ञानस्य विषयः इति पदद्वयं प्राक् उक्तं तत्र सप्तम्या विशेषता इति अर्थः यदा वयं पूर्वं चित्रे दृष्टवन्तः ज्ञानस्य त्रयविषयः अस्ति प्रकारः संस्कारः विशेषः ज्ञाननिरूपति विशेषता रजतनिष्ठविशेषता सो सी विशेषता इति सप्तम्या इति सङ्केयति रजते विशेषता हा इति समीचीनम् ततः अस्ति अपरः भागः. एतस्य वाक्यस्य अर्थः अग्रे एव अस्ति. तत्र सप्तम्याः विशेषता इति अर्थः. सप्तम्याः इत्युक्ते विभक्तिः का? सप्तम्या विभक्ति सप्तमी विभक्ति. सप्तम्याः इति पदस्य विभक्तिः का? ओ, पदस्य विभक्ति अस्ति षष्ठी सप्तम्याः. एवं वा? सप्तमी विशेष सप्तमी विभक्ति तस्य तस्याः सप्तम्याः विशेषता इत्युक्ते तत्र पञ्चमी खलु. सप्तमी इत्यनि सप्तमी इति पदेन कः अर्थः लब्धः? सप्तमी इति विशेष ज्ञाननिष्ठविशेष्यता निरूपति रजतनिष्ठविशेषता. ज्ञाननिष्ठविशेष्यता ज्ञाननिष्ठविशेष्यता वा ज्ञाननिष्ठविशेष्यता इका विषयिता खलु. ज्ञाननिष्ठविषयिता अथवा ज्ञाननिरूपिता विषये विशेष्यता इति खलु. तत्र सप्तम्याः द्वितीयभागः अस्ति अस्माकं लक्षणवाक्ये. प्रथमभागः तद्वत्, द्वितीयभागः तद्वती. तद्वती इत्युक्ते सप्तमी सप्तम्यान्तपदम्. सप्तमी इत्यनेन इत्यनेन कः सूचित किं सूचितम् अस्ति? विशेष्यता विशेष्यता एव. अतः सप्तम्याः इत्युक्ते सप्तम्याः विशेष्यता इति फ्रम् सप्तम्याः इत्युक्ते अत्र पञ्चमी विभक्ति इति पदम्. तस्मात् पदात् विशेष्यता इति अर्थः अग्रे भगिनि. कीदृशसप्तमी कीदृशी सप्तमी इति अग्रे अस्ति. अस्तु. वैषयिकी सप्तमी इयं मोक्षे इच्छा इत्यादि उदाहरणे व्याकरणशास्त्रे प्रसिद्धा. व्याकरणशास्त्रे आगत्य वैषयिकी सप्तमी इति एकं सूत्रमस्ति. तत् मोक्षे इच्छा इति न तु मोक्षे मोक्ष इति अधिकरणमस्ति इच्छायाः, किन्तु इति वदति इच्छा मोक्षस्य इच्छा अस्ति वा कथं वदामि? मोक्षविषयिकी इच्छा मोक्षनाम विषयक इच्छा अस्ति तस्य अर्थ अस्ति. मीन्स् मोक्ष इच्छामि मोक्षसप्तमी विभक्ति अधिकरण भवति इच्छायाः. मोक्षविषयिकी इच्छा भवति. मोक्षे इच्छा मीन्स् मोक्षविषयिकी इच्छा. अतः अत्र तु विषयसप्तमी मोक्षः मोक्षम् इति अधिकरणम् इच्छायाः. परन्तु वैषयिकी सप्तमी इयम् इच्छा इति तद्वत् अस्ति अपि तद्वती सप्तमी विभक्ति तद्वत् इति अस्माकं रजतत्ववत् इति सूचयति यस्मिन् विशेषता अस्ति तद् भवति ज्ञानस्य विषयम् इत्युक्ते रजतविषयिकी विषयिकी विशेष्यता इति अस्ति. यथा विषयिकी इच्छा यथा अत्र वाक्यम् अस्ति सप्तमी का प्रसिद्धा अस्मिन् वाक्ये प्रसिद्धा इति अस्ति विभक्ति सप्तमी विभक्ति प्रसिद्धा. समीचीनं. सप्तमी इयं सप्तमी प्रसिद्धा. मोक्षी इच्छा इति वैषयिकी सप्तमी प्रसिद्धा. अतः तादृश तादृश अधिकरण तावत् यत् तत्र इयं विशेषता भवति. अतः विशेषता यस्मिन् अस्ति तत् भवति अधिकरणवत्. अस्माकम् उदाहरणमस्ति अधिकरणवत् अस्ति, अधिकरणतावत् अस्ति रजतम्. पूर्वं दृष्टम् अधिकरणतावत् इति रजतं, तस्य निरूपणमपि कृतम्. यथा उपरि लिखितमस्ति रजतत्वनिष्ठ आदेयता निरूपता अधिकरणतावत् इति तद्वत्. सो तस्मिन् अस्माकम् उदाहरणमस्ति रजतत्ववत् इति रजतम्. सो रजतं तत्र इयं विशेषता भवति. इयं विशेषता मीन्स् रजतत्ववत् वा रजतं निष्ठविशेषता इति भवति ज्ञानम्. एकनिमिषं. रजतत्व निष्ठ इति न, अत्र तु वैषयिकी सप्तमी खलु, न तु आधारादयभावः. अहम् उक्तवती रजतत्ववत् इट् मीन्स् रजतं निष्ठविशेषता निष्ठि ज्ञानस्य विशेषता समानाधिकरणमस्ति रजतं विशेषता अपि आधारतया. परन्तु अत्र विशेषता भवति, अत्र विषयः तु भिन्नः भगिनि. सामानाधिकरण्यम् इति न विषयः अस्मिन् वाक्ये. अस्मिन् वाक्ये किं सूचितमस्ति, तादृश अधिकरणतावत् यत् इत्युक्ते रजतं तत्र इयं विशेष्यता भवति इत्युक्ते यथा वैषयिकी सप्तमी अस्ति मोक्षे इच्छा इति, रजते अपि तादृशविषयः अस्ति, विशेषता अस्ति अस्ति. परन्तु वैषयिकी इत्युक्ते रजतविषयिकी विशेष्यता अस्ति रजते, तादृशविषयः अस्ति. रजतं यत् अधिकरणतावत् इति दृष्टं, रजते कीदृशविषयः अस्ति, रजतविषयिकी विशेष्यता अस्ति. अस्तु, तद्वत् तद्वत् च प्रकृते रजतम् इति विशेषतायाः रजतनिष्ठत्वलाभ. अतः प्रकृते अस्माकम् उदाहरणे रजतम् इति विशेषतायाः मीन्स् रजत्वे या विशेषता अस्ति तस्मिन् रजतनिष्ठत्वम् अस्ति. तस्य निरूपणं किम् अस्ति? इदानीं विशेषता इति उक्तं पूर्वस्मिन् वाक्ये, विशेषतायाः निरूपणं किम् अस्ति? विशेषतायाः निरूपणं भवति रजत्व ज्ञाननिष्ठविशेषता विशेषता निरूपत विशेष्यता विशेषता अविषयिता निरूपित रजतं निष्ठ विशेषता रजत्वनिष्ठत्व विशेषता विशेषता. ज्ञाननिष्ठ विषयिता निरूपित रजतनिष्ठ विशेष्यता खलु. आमाम्. इदानीम् इत्युक्ते रजते विशेष्यता अस्ति इति अस्ति, तर्हि विशेष्यतायाः निष्ठत्वं कुत्र अस्ति? विशेषतायाम् अस्ति. पुनः विशेष्यताया अस्मिन् उदाहरणे विशेष्यता कुत्र अस्ति? विशेषता अस्ति रजते. रजते अस्ति इति कृत्वा विशेष्यतायाः निष्ठत्वं कुत्र अस्ति? विशेषतायां भवति रजतनिष्ठत्वं. विशेष अत्र वाक्यं पश्यतु भगिनी, तद्वच्च प्रकृते रजतम् इति विशेषतायाः रजतनिष्ठत्वलाभः इति अस्ति. अर्थः कः इत्युक्ते विशेषतायाः निष्ठत्वं सूचितम् अस्ति खलु. विशेषतायाः निष्ठत्वं कुत्र? निष्ठत्वं रजते, रजते अस्ति इति अस्ति अर्थः खलु. आमाम्. इत्युक्ते विशेष लाभः इत्युक्ते रजत विशेषतायाः सम्बन्ध ज्ञान इति अस्माकं मनसि आगच्छति इति लभ्यते इत्युक्ते लभते इति इत्युक्ते विशेषतायाः निष्ठत्वं रजते इति लभते अनेन अनेन वाक्येन. अस्तु इत्युक्ते एतावत् किं चर्चितम् आसीत् तद्वत् तद् वाक्यं भगिनि. अहं सम्पूर्णं वदामि भगिनि अस्मिन् परिच्छेदस्य अर्थः. प्रथमं तु तद्वत् इत्यस्य अर्थः तद्वत् इत्युक्ते केवलम् आधार आदेयभावस्य निरूपणम्. तद्वत् इत्युक्ते यथारूपवत्, तद्वत् इत्युक्ते रजतत्ववत्, रजतत्वग्रहणं भवति अनेन रजतत्ववत् इत्युक्ते रजतत्व अधिकरणत्ववत् रजतम् इति अस्ति. अहं वयं निरूपणवाक्यमपि दृष्टं, रजतस्य निरूपणवाक्यं रजतत्ववत् इत्यनेन रजतत्वरजतयोः आधार आदेयभावः निरूपितः अस्ति. तावत्पर्यन्तं ज्ञानस्य प्रवेशः नास्ति, केवलम् आधार आदेयभावः रजतत्वं रजते अस्ति इत्येव अस्ति. तदनन्तरं तद्वति इति स्वीकरणेन सप्तम्याः सूचनं, तद्वति इत्यनेन रजतत्ववति इति अर्थ इत्युक्ते सप्तमी इत्यनेन विषयसप्तमी एव सूचितं, विषयसप्तमी एव सूचिता अस्ति इत्युक्ते इदानीं रजतं निरूपितम् अस्ति अस्माभिः. रजतं कीदृशं? रजतत्वनिष्ठ आधेयता निरूपित अधिकरणत्ववत् रजतम् इति. इदानीं सप्तमी तद्वति इत्यनेन रजतत्ववति इत्युक्ते रजते यः विषयः अस्ति, रजतम् इति ज्ञाने यः विषयः अस्ति तस्य सूचनम्. रजतम् इदं रजतम् इति ज्ञाने कः विषयः अस्ति? विशेष्यता इति अस्ति, तस्य सूचनम् अस्ति सप्तमी तद्वति इत्यनेन विशेष्यतायाः सूचनम्. सा विशेष्यता कुत्र अस्ति? रजते अस्ति इति कृत्वा रजतनिष्ठत्वं, विशेष्यतायाः रजतत्वनिष्ठत्वम् इति अस्ति. स्पष्टं वा भगिनि? आम्. अस्तु अग्रे सन्ध्या भगिनि, इदानीं तत्प्रकारकः इति भागः. तत्प्रकारकम् इत्यत्र भगिनि श्रूयते वा सम्यक्? आम् भगिनि. तत्प्रकारकम् इत्यत्र तत् रजतत्वं प्रकारः यस्य इति विग्रहः, तेन च रजतत्वे प्रकारता लाभः, तत्रैव च स्वभावतः आधेयताप्यस्तीति आधेयताप्रकारतयोः सामानाधिकरण्यलाभः, आधाराधेयभावः प्रकारविशेष्यभावश्च सम्बन्धाधीनः इति समवाये सम्बन्धत्वसंसर्गत्वयोः लाभः। तदेवम् एतादृशाधेयताप्रकारत्वयोः सम्बन्धत्वसंसर्गतयोः आधारत्वविशेष्यत्वयोः सामानाधिकरण्यं यज्ज्ञाने भवति सैव प्रमेत्युच्यते। मा इत्यस्य ज्ञानमर्थः प्रकृष्टा मा प्रमा प्रकर्षश्च ज्ञाननिष्ठः तद्वति तत्प्रकारकत्वरूपः इति। तर्हि एतावत्पर्यन्तं तद्वति इति पदस्य तत्र विश्लेषणम् अभवत्। तत्र द्वितीयभागे सप्तमी अपि च तत्प्रकारकः इत्यस्य सप्तमी इति अभवत्। इदानीं तत्प्रकारक इति पदस्य विश्लेषणम् अग्रे अस्ति। तत्प्रकारकम् इत्युक्ते रजतत्वं प्रकारः तद् रजतत्वं तदिति रजतत्वं। तर्हि तत्प्रकारकम् इत्युक्ते तद् इति रजतत्वं प्रकारः यस्य तद् इति तत्र तस्य पदस्य विग्रहवाक्यमस्ति। कीदृशसमासः? बहुव्रीहिः। तेन च रजतत्वप्रकारतालाभः। अस्तु, एतेन तद् रजतत्वं प्रकारः यस्य इत्यनेन रजतत्वे प्रकारता अस्ति इति एतेन आगच्छति। तत्रैव च स्वभावतः आधेयता अपि अस्ति। तर्हि तस्मिन् एव तत्र रजतत्वे आधेयता अपि स्वभावतः अस्ति इति कृत्वा आधेयता स्वभावतः या आधेयता अस्ति अपि च इदानीमेव प्रकारता इति या आगता अस्ति रजतत्वे तयोः द्वयोः अपि सामानाधिकरण्यम् आगतमस्ति इदानीम्। इत्युक्ते रजतत्वे आधेयता अपि अस्ति प्रकारता अपि अस्ति। इदानीं भगिनी तत्प्रकारकम् इत्यत्र तत् रजतत्वं प्रकारः यस्य इति विग्रहः भवत्या उक्तं बहुव्रीहिसमासः इति, इत्युक्ते कस्य विशेषणं भवति तत्प्रकारकः इति यः समासः बहुव्रीहि चेत् विशेषणं खलु, कस्य विशेषणं? रजतस्य विशेषणं भवति, यतोहि रजते तत्र रजतमिति आधारः अस्ति रजतत्वस्य इति कृत्वा तत्र रजतम् यस्य। एकनिमिषं भगिनि, तत् इत्यत्र तत् प्रकारकम् इत्यत्र तत् रजतत्वं प्रकारः यस्य, कस्य प्रकारः अस्ति? रजतत्वं प्रकारः इति ज्ञातम् अस्माभिः, कस्य प्रकारः? ज्ञानस्य इति वा? ज्ञानस्य इति खलु। अतः एव प्रकारः इति विशिष्टज्ञानम् अस्ति, विशेषणं भवति ज्ञानस्य विशेषणम्। आम् इति कृत्वा विशेषणं चेत् तेन च रजतत्वे प्रकारता लाभः इत्युक्ते किम्? इत्युक्ते तत्र विशेषणं यद् विशेषणमस्ति तस्मिन् प्रकारता अस्ति। समीचीनं, दृष्टमस्ति। अतः रजतत्वं तत्र रजतत्वे रजतत्वं विशेषणम् अस्ति इति कृत्वा तस्मिन् प्रकारता अस्ति इति कृत्वा तत्र द्वयोः सामानाधिकरणीयम् अस्ति, प्रकारता अपि च आधेयता इति द्वयमपि रजतत्वे आगतमस्ति। समीचीनं समीचीनमेव भगिनी. इत्युक्ते पुनः लक्षणवाक्यम् एकवारं वदति वा तस्य निरूपणं कथं भवति इति, तद्वति तत्प्रकारक प्रकारको अनुभवः इति. तत्प्रकारको अनुभवः इत्यत्र तद् इत्युक्ते तत्र रजतमस्ति, तद्वत् इति रजत तत्र रजतत्ववत् इति अस्ति. तर्हि तद्वति इत्युक्ते रजतत्ववति इत्युक्ते रजते एव इति अर्थः. इत्युक्ते भगिनी तत्र तद्वत् इत्यनेन आधार आदये भावः एव सूचितः इति, तत्तु प्रमुखः अंशः अस्ति तत्र. आम् सत्यं, तद्वत् इत्यनेन तत्र यथा भवती उक्तवती तत्र आधाराधेयभावः इति उक्तमस्ति. अग्रे भागद्वयेन ज्ञानं, ज्ञानस्य विवरणम् इत्युक्ते तद्वति तत्प्रकारकः, अनयोः ज्ञानस्य विवरणं. तद्वति इत्यस्य अर्थः इत्युक्ते कैः पदैः इति वा? तद्वति इत्युक्ते ज्ञानस्य विवरणं, ज्ञानं किं ज्ञानेन किं निरूप्यते. हा, तर्हि ज्ञानेन तत्र तद्वति इत्युक्ते ज्ञानेन क्षम्यताम् तत्र प्रमुखसप्तमी अत्र अस्ति खलु, तद्वति इत्यनेन सप्तमी. सप्तमी इति अधिकरणसप्तमी न, परन्तु विषयसप्तमी. हा, विषयसप्तमी चेत् किं भवति? ज्ञानस्य विषयः कः इति प्रश्ने कृते. तर्हि ज्ञानस्य तत्र ज्ञानस्य विषयः रजते रजतत्वम् अस्ति इति विषयः. हा, परन्तु अत्र तद्वति इत्यनेन द्वितीयभागः यः अस्ति सप्तमी, तद्वति इत्यनेन केवलं विशेष्यतायाः सूचना. विषयता या रजते अस्ति, तद्वत् इत्यनेन आधारादेयभावः इत्युक्ते रजतस्य सूचनं, रजतम् इति सूचितमस्ति. अग्रे तद्वति इत्यनेन ज्ञानस्य यः विषयः अस्ति तेन या निरूप्यते इत्युक्ते विशेष्यता या रजते अस्ति तस्याः सूचना, तस्याः सूचनमस्ति विशेष्यता इत्यस्य सूचनं तद्वति इत्यनेन. ज्ञानस्य विषयः त्रयः खलु, ज्ञानस्य विषय यथा मोक्षे इच्छा इति उदाहरणमस्ति अत्र वैषयिकी सप्तमी इति कृत्वा, तथैव ज्ञाने किमपि अस्ति ज्ञानस्य विषयः. ज्ञानस्य विषयः त्रयः, विशेष्यता, प्रकारता, अपि तु संसर्गता खलु. क्षम्यतां, ज्ञानस्य विषयाः विशेष्यं, संसर्गः, अपि तु प्रकारः खलु. तद्वति इति कृत्वा रजते यः विषयता अस्ति इत्युक्ते रजते किम् अस्ति? विशेष्यता अस्ति खलु. तस्य सूचनम् अस्ति सप्तमी इत्यनेन, तद्वति इत्यनेन विशेष्यतायाः सूचनम्. सा विशेष्यता कुत्र अस्ति? रजते अस्ति. आम् स्पष्टं वा भगिनि? आम् सोपानेन गन्तव्यं भगिनि. प्रथमं तद्वत् इत्यस्य अर्थः तद्वत् इत्यनेन रजतम् एव अधिकरणम् इति लब्धम् अस्माभिः. यथा रूपवत् इत्यनेन रूपवत् पुष्पम् इत्युक्ते पुष्पं लब्धं खलु, पुष्पम् इति अधिकरणं लब्धम्. यथा भूतलं घट भूतलं घटवत् इत्यनेन कस्य सूचनम्? भूतलं घटवत् घटवत् इत्यनेन भूतलं कीदृशम् अस्ति? घटवत् अस्ति खलु, अतः घटवत् इत्यनेन भूतलस्य सूचनं खलु. भूतलम् इति अधिकरणम्, अतः अधिकरणस्य सूचनं खलु. स्पष्टं वा भगिनि तावत्पर्यन्तम्? आम् स्पष्टम् इत्येव चिन्तितवती, परन्तु प्रायः भवत्या प्रश्नः मया न अवगतः, अतः सम्यक् रीत्या प्रायः न वक्तुं शक्तवती. तद्वति केवलं तद्वति इत्यनेन कः सूचित किं सूचितमस्ति तद्वति इत्यनेन? तद्वति इत्यनेन तत्र विशेष्यता अस्ति इति सूचितमस्ति, विशेष्यता आगतमस्ति. हा कथं कथम् इति प्रश्नः. तत् सर्वम् इदानीं यद् दृष्टं तद् पुनः वदामि वा, तत् कथम् इत्युक्ते तत्र विषयसप्तमी इति अस्ति? तदेव तदेव उत्तरं भगिनि, तत्तु स्पष्टं चेत् तद्वती इत्यस्य अर्थः अपि स्पष्टमेव. अस्तु पुष्पा भगिनी, तत्प्रकारकः वदति वा? तत्प्रकारकः इत्युक्ते तत्प्रकारकः इत्युक्ते रजतत्वं प्रकारः अस्ति. हा रजतत्वं प्रकारः खलु, कथम् इति विग्रह विग्रहवाक्येन. हा समीचीनं भगिनी, तत्प्रकारकः इत्युक्ते तत् रजतत्वं यस्य प्रकारः इति अर्थः. बहुव्रीहिसमासेन लब्धः भवति तत् रजतत्वं यस्य प्रकारः इति, अतः रजतत्वं प्रकारः. अतः रजतत्वे किं किम् अस्ति? रजतत्वम् इति विषये किम् अस्ति? प्रकारता. हा समीचीनं, प्रकारता अस्ति. अग्रे अस्ति समानाधिकरण्यम् इत्यादयः प्रायः. तत्तु बहु सम्यक् वदनं न जानामि. न न चिन्ता मास्तु भगिनि, अत्र केवलं ज्ञातव्यमस्ति यत् स्वभावतः आदेयता अपि अस्ति इति आदेयता प्रकारतयोः सामानाधिकरण्यलाभः इत्युक्ते रजतत्वम् इति विषये न न केवलम् आधेयत रजतत्वे आधेयता स्वभावतया अस्ति, न केवलम् आधेयता रजतत्वम् इति विषये प्रकारता अपि अस्ति, अतः सामानाधिकरण्यः लब्धः इति. तदेव विषयः, यथा यत्र सामानाधिकरण्यम् अस्ति अधिकरणता विशेष्यतयोः आधेयता प्रकारतयोः सम्बन्धता संसर्गतयोः तदा प्रमा भवति इति विस्तृतरीत्या अत्र उक्तम् अस्ति. पूर्वमपि दृष्टम् अस्माभिः चित्रं दृष्ट्वा इदा अत्र तु प्रत्येकं पदं लक्षणवाक्ये पदं स्वीकृत्य तस्य अर्थः विस्तृतः अस्ति. स्पष्टं वा? अस्तु, तर्हि समापयामः. महोदय, शुकमनु महोदय, महोदय, अहम् ई पत्रं प्रेषयामि. हा, तत्पूर्वं मम ई पत्रस्य प्रतीक्षणं कृपया कुर्वन्तु. अस्तु अस्तु महोदय. इदानीमेव लिखन् अस्मि. अस्तु अस्तु. कथं वा अन्योन्य आश्रयः अस्ति इति अहं प्रेषयिष्यामि, तदनन्तरं भवती प्रेषयतु. अस्तु अस्तु महोदय, धन्यवादः. धन्यवादः, शुभरात्रिः. धन्यवादः. हा.